नमस्सर्वेभ्यः, अस्माकं वर्गे सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति सार्वधातुकलकाराः आर्धधातुकलकाराः च अधिकचिन्तनम् इति। तर्हि गतवर्गे अस्माभिः सार्वधातुकलकारः कः इति अपि ज्ञातम्, आर्धधातुकलकारः कः इति अपि ज्ञातं। कोऽपि स्मारयति वा अत्र सार्वधातुकलकारः इत्युक्ते कः? वसन्ति भगिनी वदतु। धातोः अनन्तरं कर्तरिप्रयोगे सार्वधातुकप्रत्ययः दृश्यते चेत् तत् लकारः सार्वधातुकलकारः। तस्मिन् लकारे किं भवति? वाट्? तस्मिन् लकारे किं भवति दृश्यते इति कारणात्? हा, इदानीं तत्र धातुः अस्ति, धातुतः कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति, तर्हि तत्र किं भवति, कस्य निमित्तमस्ति? कर्तरि शप् इति। हा, तत्र कर्तरि शप् इति, सत्यं, शप् इति विकरणप्रत्ययः भवति। तदनन्तरं धातुः कस्मिन् गणे अस्ति इति विचिन्त्य शपं प्रबाद्य अन्यविकरणप्रत्ययः अपि भवितुम् अर्हति। धातुः भिन्नगणे अस्ति, इदानीं भुवादिगणे नास्ति, दिवादिगणे अस्ति, तर्हि तत्र दिवादिभ्यः श्यन् श्यन् इति प्रत्ययः भवितुम् अर्हति। नो चेत् तत्र स्वादिगणे अस्ति चेत् स्वादिभ्यः श्नु श्नु इति प्रत्ययः भवितुमर्हति। अतः यस्मिन् लकारे धातुना कर्त्रार्थकसार्वधातुकप्रत्ययः दृश्यते तत्र एव एतादृशगणनिमित्तिकविकरणप्रत्ययः विद्यते। अस्तु, समीचीनं। तर्हि आर्धधातुकलकारः कः? अत्र गोमती भगिनी वदतु। शेषः यत्र धातु धातोः अनन्तरं प्रत्ययः अस्ति तत् सार्वधातुकप्रत्ययम् अस्ति चेदपि लकारनिमित्तकप्रत्ययं तस्य पूर्वम् आयाति चेत् धातु सार्वधातुकप्रत्ययं न पश्यति। अतः न श्रूयते भगिनि, सम्यक् न श्रूयते। धातुः अस्ति, धातोः अनन्तरं प्रत्ययः आयाति, प्रत्ययः सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा भवितुमर्हति। सार्वधातुकप्रत्ययः प्रथमं लट् लट् विवस् विवक्षा लट् अस्ति चेत् लटः स्थाने ल आयाति, लस्य किम् आदेशः भवितुमर्हति। परन्तु लस्य स्थाने लट् गणं निमित्तक लस्य प्रत्ययं प्रत्ययं भवति चेत् धातु तत् प्रत्ययं धातोः लकारयोः मध्ये आगच्छति। अनन्तरं एकक्षणम् एकक्षणं भगिनी, यद् वदन्ती अस्ति तत् समीचीनमस्ति वा? विजयलक्ष्मी भगिनी, विजयलक्ष्मी भगिनी, आर्धधातुक लकारे लकारनिमित्तिकप्रत्ययः धातुतः विधीयते, तत्कारणं धातुतः तिङ्प्रत्ययः साक्षात् न दृश्यते, मध्ये प्रत्ययः अन्येकं प्रत्ययः अन्येकः आगच्छति इति कारणात् तत्र गणनिमित्तिककार्यं न भवति। हा, सत्यं, समीचीनं। तर्हि गोमती भगिनी, भवती किम् उक्तवती, लट् लकारस्य विवक्षा इति उक्तवती खलु, लट् लकारस्य लट् लकारं स्वीकृत्य तादृशं वक्तुं न शक्यते, यतोहि लट् लकारे तु गणनिमित्तिकविकरणप्रत्ययः भवति. साक्षात् न दृश्यते तस्मिन् लकारे कर्तरि शप् न आयाति, सः लकारः अर्थधातुकलकारः. कृपया म्यूट् करोतु भगिनि. तर्हि आर्धधातुकलकारः इत्युक्ते यस्मिन् लकारे धातुतः लकारः अस्ति. इदानीं लकारं निमित्तीकृत्य अन्यप्रत्ययः धातोः अनन्तरम् आयाति, अतः धातुः अत्र सार्वधातुकप्रत्ययं न द्रष्टुं न शक्नोति, यतोहि मध्ये व्यवधानम् अस्ति. यथा लृट् लकारः लुट्, लृट् लकारेस्य इति प्रत्ययः आगच्छति, लुट् लकारे तास् इति प्रत्ययः आगच्छति, लृन् लकारे अपि स्य इति प्रत्ययः आगच्छति. अतः एतादृशसन्दर्भेषु मध्ये व्यवधानम् अस्ति इति कृत्वा अत्र कर्तरि शप् इत्यस्य प्रसक्तिः न भवति इति अत्र मुख्यभेदः अस्ति. अर्धधातुकलकारेषु कर्तरि शप् इत्यस्य प्रसक्तिः न भवति इत्येव सारांशः. सार्वधातुकलकारेषु कर्तरि शप् आगन्तुं शक्नोति, अर्धधातुकलकारेषु कर्तरि शप् इत्यस्य अवसरः नास्ति, यतोहि मध्ये व्यवधानम् अस्ति. धातुः तिङ् प्रत्ययो मध्ये व्यवधानम् अस्ति इति मुख्यसारांशः. अपि च अर्धधातुकलकारेषु गणचिन्तनं न भवति, धातुः कस्मिन् गणे अस्ति इति प्रश्नः न उदेति, यतोहि गणनिमित्तिकविकरणप्रत्ययः एव न आयाति. अतः धातुः कस्मिन् यस्मिन् कस्मिन्नपि गणे भवतु तेन प्रक्रियायां भेदः नास्ति. तर्हि तत्र अर्धधातुकलकारेषु धातूनां विभजनं कथं भवति इति चेत्, प्रथमतया अजन्तधातुः अपि च हलन्तधातुः इति भेदः भवति इति वर्गीकरणं भवति. तदनन्तरम् अजन्तधातुषु अन्तिमवर्णः अकारः वा आकारः वा ईकारः वा ईकारः वा उकारः वा ऊकारः वा ऋकारः वा ऋकारः वा नो चेत् एजन्तधातवः इति तादृशविभजनं भवति, नवधा विभज्यते. अनन्तरं हलन्तधातुषु उपधायां कः वर्णः अस्ति इति अवलम्ब्य विभजनं, तत्र अकारः इकारः उकारः ऋकारः. अत्र केवलम् अदुपद इदुपद उदुपद ऋतुपद न तु, यथा प्रश्नः आसीत् गतवर्गे, उपधायाम् आकारः अथवा ईकारः ऊकारः ऋकारः अस्ति चेत् किं भवति इति प्रश्नः आसीत्. तादृशधातवः तु अवशिष्टधातवः इत्यस्मिन्नेव इत्यस्मिन् कोष्ठे ते धातवः भवन्ति, न तु अत्र केवलम् उपधायं ह्रस्ववर्णः अस्ति चेत् तादृशविभजनम् अस्ति. तर्हि आहत्य चतुर्दशभेदाः भवन्ति अथवा वर्गीकरणं भवति इति तावत् अधीतम्. इदानीं ततः अग्रे अपि च अन्यः अपि विषयः, सार्वधातुकलकारः अर्धधातुकलकारः इति तु अष्टाध्यायां नास्ति, परन्तु एतादृशविभजनं मातृभिः कृतं, यतोहि तेन प्रक्रियायां सौलभ्यं भवति. अधुना ततः अग्रे सरेम. इदानीं विकरणं नाम किम् इति विषयः अस्ति अग्रे. पूर्णेन्दुमहोदय पठति वा? भगिनी एकः प्रश्नः अस्ति भगिनी, एतादृशं चतुर्दशवर्गाः केवलम् आर्धधातुकलकारस्य विषये एव चिन्तनं भवति खलु? एतादृशवर्गीकरणं यद्यपि अर्धधातुकलकारेषु तत्र स्पष्टतया दृश्यते, सार्वधातुकलकारेषु किं भवति इति चेत् प्रथमतया गणभेदः भवति. भुवादिगणीयधातवः, दिवादिगणीयधातवः, स्वादिगणीयधातवः इति प्रथमतया विभजनं भवति. पुनः एकं गणं स्वीकृत्य इदानीं भुवादिगणः इति स्वीकुर्मः चेत् तस्मिन् गणे ये धातवः सन्ति तेषां विभजनं पुनः एतादृशं भवति, अकारान्तः आकारान्तः ईकारान्तः इति पुनः तत्र भवति, तत्रापि भवति, परन्तु प्रथमं गणवेदप्रयोजनं प्रायः नास्ति वा? न, प्रयोजनमस्ति, तत्रापि एतादृशविभजनस्य प्रयोजनमस्ति, परन्तु प्रथमं गणभेदः भवति, तदनन्तरं तस्मिन् गणे एतादृशविभजनं भवति, यतोहि सूत्राणि तथा सन्ति. अकारान्तधातूनां कृते कानिचन सूत्राणि, ईकारान्तधातूनां कृते कानिचन सूत्राणि, परन्तु सर्वत्र प्रयोजनं न दृश्यते. प्रयोजनम् अस्ति एतादृशविभजनेन. किं भवति इति चेत्, इदानीं द्वादिगणं स्वीकुर्मः चेत् ईकारान्त ईकारान्तधातुः अस्ति चेत् वयम् एकं धातु जी इति धातुं स्वीकृत्य तस्य प्रक्रिया कथं भवति इति पश्यामः चेत् जीयोगः शप्योगः ति, तर्हि जि इति इगन्तम् अस्ति इति कृत्वा गुणः भवति, तर्हि जे इति भवति, तर्हि जयति इति रूपं निष्पन्नं भवति. तर्हि एकस्य धातोः कृते प्रक्रिया कथं भवति इति जानीमः चेत् तत्र सर्वेषाम् ईकारान्तधातूनां प्रक्रिया वयं ज्ञातुं शक्नुमः. एवमेव ऊकारान्तं, तर्हि पुनः एतादृशविभजनेन अस्माकं मनसि ज्ञानं दृढं भवति. अस्तु, इदानीम् इगन्तम् अङ्गम् अस्ति तर्हि गुणः भवति. आकारान्त अदन्तम् अङ्गम् अस्ति तर्हि किमपि कार्यं नास्ति, केवलं योजनम् अथवा सन्धिकार्यं भवति इति तादृशमनसि तत्र स्पष्टता जायते. अवगतं खलु भगिनि? हा अवगतं भगिनि, धन्यवादः भगिनि. तर्हि एतादृशविभजनं सार्वधातुकलकारेषु अपि अस्ति, परन्तु प्रथमं गणभेदः भवति, तदनन्तरं तस्मिन् गणे पुनः एतादृशविभजनम् अजन्तदातवः, हलन्तदातवः, अपि च पुनः तत्र विशिष्टदातवः अपि भवन्ति, येषां कृते विशिष्टकार्याणि भवन्ति. अस्तु भगिनि, धन्यवादः. अस्तु, तर्हि इदानीम् अग्रे पठेम. पूर्णेन्दुमहोदय अस्ति वा? आं भगिनि अस्ति, परन्तु अत्र प्रबला वर्षा चलति, बहु ध्वनिः अस्ति, सम्यक् श्रूयते वा? हा श्रूयते महोदय, श्रूयते एव. ध्वनि नास्ति, पठितुमिच्छति वा? आमां पठितुम् इच्छामि. अस्तु, विकरणं नाम किम्? विकरणं नाम तादृशप्रत्ययः यः धातुभ्यः विधीयते किन्तु साक्षात् न विधीयते. प्रथमतया लकारः विधीयते, तदा सार्वधातुकलकारस्य विकरणं चेत् लकारस्य स्थाने तिङ्प्रत्ययः, तदा धातु तिङ्प्रत्ययोः मध्ये विकरणम् आगच्छति. अर्धधातुकलकारस्य विकरणं चेत् धातुलकारप्रत्ययोः मध्ये एव आगच्छति. अत्र विकरणं नाम किम् इति व्याख्यानं दीयते महोदयेन. विकरणं नाम तादृशः प्रत्ययः यः धातुभ्यः विधीयते, इत्युक्ते धातुभ्यः विधीयमानप्रत्ययः, सर्वे प्रत्ययः तु न, विकरणप्रत्ययः धातुभ्यः विधीयन्ते परन्तु साक्षात् न विधीयन्ते. प्रथमे तु लकारः विधीयते, अनन्तरं सार्वधातुकलकारः चेत् तत्र लकारनिमित्तकप्रत्ययः नास्ति इति कृत्वा प्रथमे लकारस्थाने तिङ्प्रत्ययः विधीयते. इदानीं धातोः तिङ्प्रत्ययोः मध्ये किमपि व्यवधानं नास्ति इति कृत्वा तत्र धातोः अनन्तरम् इत्युक्ते धातु अपि च तिङ्प्रत्ययोः मध्ये विकरणप्रत्ययः, सार्वधातुकविकरणप्रत्ययः विधीयते. परन्तु अर्धधातुकलकारः अस्ति चेत् तत्र किं भवति, धातोः लकारः विधीयते, अनन्तरं लकारनिमित्तक प्रत्ययः धातोः अनन्तरम् आयाति. इदानीं धातोः लकारः मध्ये लकारनिमित्तकप्रत्ययः अस्ति इति कृत्वा धातुः लकारं न पश्यति, लकारस्य स्थाने तिङ्प्रत्ययः विधीयते. तिङ्प्रत्ययः सार्वधातुकप्रत्ययः, सार्वधातुकप्रत्ययः साक्षात् धातोः न दृश्यते इति कृत्वा तत्र किं कर्तरि शाप् इत्यस्य प्रसक्तिः नास्ति. अतः अर्धधातुकविकरणप्रत्ययः धातोः अनन्तरमेव विधीयते, परन्तु तिङ्प्रत्ययतः पूर्वमेव विधीयते. तादृशप्रत्ययः विकरणं प्रत्यय नाम्ना ज्ञायते. समीचीनं महोदय, बहु सम्यक् अस्ति. तर्हि विकरणम् इति साक्षात् तत्र सूत्रेषु विकरणम् इति न उच्यते. विकरणम् इति यद्यपि अष्टाध्यायं विकरणम् इति नाम नास्ति, परन्तु एतादृशप्रयोगः अस्ति व्याकरणलोके, एतादृशप्रयोगः अस्ति. विकरणम् इत्युक्ते धातुलकारयोः मध्ये यः प्रत्ययः अस्ति, विकरणम् इति वदामः. तर्हि विकरणम् इति सार्वधातुकलकारेषु यः प्रत्ययः विद्यते, यथा शप् पुष्यन् इत्यादयः, ते अपि विकरणानि एव, विकरणप्रत्ययः एव. एवमेव अर्धधातुकलकारेषु यथा स्य, तास् इत्यादयः धातुलकारयोः मध्ये ये प्रत्ययः विधीयन्ते, ते अपि विकरणाः एव, परन्तु ते अपि विकरणप्रत्ययः एव. परन्तु यद्यपि अर्धधातुकलकारेषु अपि विकरणम् इति नाम अस्ति, परन्तु तत्र लोके तादृशप्रयोगः प्रायेण सार्वधातुकलकारेषु एव भवति. यतोहि अत्र विकरणम् इति यद्यपि प्रयोगः अस्ति, परन्तु अग्रे गत्वा पश्यामः कथं तत्र यद्यपि विकरणम् इति नाम अस्ति परन्तु तस्य प्रयोगः किमर्थं नास्ति इति अग्रे गत्वा पश्यामः. परन्तु ते प्रत्ययः अपि विकरणप्रत्ययः एव. अस्तु, हरि ओम्. श्रूयते भगिनि? हा, पृच्छतु. हा, पृच्छतु. विकरणप्रत्ययः ये गणभेदेन विधीयन्ते तेषां किं तेषां नाम गणविकरणप्रत्ययः इति अहं कुतः श्रुतवान्? तादृशं वक्तुं शक्यते वा, गणविकरणप्रत्ययः इति? हा, सत्यं. तथा एव अस्माभिः अपि वर्गे पूर्वम् उक्तमासीत्, अत्र कर्तरि शप् श्यन् इत्यादयः गणविकरणप्रत्ययः, यतोहि गणमाश्रित्य ते प्रत्ययाः विधीयन्ते. अतः गणनिमित्तिकविकरणप्रत्ययः, आर्धधातुकलकारेषु लकारनिमित्तिकविकरणप्रत्ययः, लकारमाश्रित्य ते प्रत्ययाः विधीयन्ते इति कृत्वा लकारनिमित्तिकविकरणप्रत्ययः इति भेदः अस्ति. परन्तु प्रश्नः अर्धधातुकलकारेषु विकरणम् इति नाम अस्ति वा इति चेत्, यद्यपि नाम अस्ति परन्तु सर्वत्र तादृशप्रयोगः नास्ति. विकरणप्रत्ययः इत्युक्ते सामान्यतया कर्तरि शप् शन् इत्यादयः एव सामान्यतया वयं स्वीकुर्मः. अस्तु, स्पष्टं वा महोदय? आम् आं भगिनि. अस्तु, विकरणम् अग्रे रामनाथन् महोदय पठति वा? आं भगिनि, विकरणं द्विविधं, तदेव विकरणं द्विविधं, तत् किं? सार्वधातुकनिमित्तिकविकरणं, लकारनिमित्तिकविकरणं च. साधारणतया यथा विकरणप्रत्ययः इति वदामः तदा शप् शन् श्नु इत्यादयः विवक्षिताः. एते सार्वधातुकनिमित्तिक विकरणप्रत्ययः. शप् शन् श्नु इत्यादीनां निमित्तम् अस्ति सार्वधातुकप्रत्ययः. कर्तरि शप् तदेव सूचयति यत् धातोः उत्तरः यः प्रत्ययः सः कर्तृ अर्थकः सार्वधातुकः च इति चेत् धातुः शप् प्रत्ययः भवति. अतः निमित्तम् अस्ति सार्वधातुकप्रत्ययः. च सा च प्रत्ययः तिङ् स्यात् वा कृत् स्यात्, किन्तु सार्वधातुकः भवेत् एव. अपि च ष्यन् स्नु ष ष्ण ष्णुं ष्णम् उ एतानि सर्वाणि सार्वधातुकनिमित्तिक विकरणानि. अग्रे पठामः वा एतत् अर्थं पठामः वा? तावत् तावत् महोदय. ओके ओके. विकरणप्रत्ययं द्विविधं, सार्वधातुकविकरणप्रत्ययः लकारविकरणप्रत्ययः भवति. सार्वधातुकविकरणप्रत्यये गणनिमित्तिककर्तरि शप् इति सूत्रेण एतानि शप् प्रत्ययं वर्तते ते एव विवक्षिताः सार्वधातुकनिमित्तकविकरणप्रत्ययः इति. कर्तरि अर्थे भवति तदेव कर्तृ अर्थके सार्वधातुकप्रत्ययः इति नाम्ना. अपि ष्यन् स्नु ष ष्ण ष्णम् उ एतानि सर्वाणि सार्वधातुकप्रत्ययानि एव. साधु भगिनि? एते सर्वे सार्वधातुकप्रत्ययाः एव. समीचीनम्, अग्रे वदतु. अन्यप्रकरणविकरणप्रत्ययः अपि अस्ति लकारविकरणप्रत्यय विकारणम् इति नाम्ना. आर्धधातुकलकारेषु अपि विकरणप्रत्ययाः भवन्ति किन्तु ते च लकारनिमित्तिकाः, तेषां निमित्तं लकारः एव इति कारणेन सर्वेषां धातूनां कृते स च विकरणप्रत्ययः समानः यथा लुट् लकारं पश्यामः भुवादिगणे पा योगे लुट् ख्यातिसि लुट् लुटोः न न एकक्षणं महोदय अत्र भवतः परिचये तत्र सम्पूर्णतया उक्तं वा किमर्थम् अग्रे पठन् अस्ति भवान् ओहो मया यत् अवगतं सम्पूर्णं उक्तम् अस्तु तावदेव तत्र अस्ति वा आम् अस्तु एकमेव अधिकम् अस्ति तिङ् वा तिङ् स्यात् वा कृत् स्यात् वा किन्तु सार्वधातुके विकरणप्रत्ययं भवेत् एव तदर्थं भवती धातुयोजनकाले सार्वधातुकप्रत्यये योजनकाले अग्रे तिङ् प्रत्ययं योजनीयं वा कृत् प्रत्ययं योजनीयं वा सार्वधातुकप्रत्यय गणनिमित्तिकं भवति चेत् भवति एव अस्तु अत्र एकवारं पश्यामः अत्र सः प्रत्ययः तिङ् वा स्यात् कृत् वा स्यात् किन्तु सार्वधातुकः भवेत् एव इत्यस्य अर्थः कः इति पश्यामः ततः पूर्वम् अत्र यत् उक्तं पूर्णेन्दुमहोदय भवतः प्रश्नः आसीत् खलु सार्वधातुकगणनिमित्तिकप्रत्ययः लकारनिमित्तिकप्रत्ययः इति अत्रैव तत्र विवरणमस्ति गणनिमित्तिकप्रत्ययः एव अत्र सार्वधातुकनिमित्तिकविकरणम् इति उक्तमस्ति अपि च लकारनिमित्तिकविकरणम् इति तर्हि यथा मया पूर्वम् उक्तं साधारणतया विकरणप्रत्ययः इति वदामः चेत् तत्र शप्ष्यन् इष्णु इत्यादयः एव विवक्षिताः परन्तु अर्धधातुकलकारेषु यः प्रत्ययः भवति तस्य अथवा तास् एते प्रत्ययाः अपि विकरणप्रत्ययः एव तर्हि अत्र किम् उक्तम् इति चेत् सार्वधातुकलकारेषु सार्वधातुकनिमित्तिकविकरणम् इति अथवा गणनिमित्तिकविकरणं भवति किमर्थं चेत् तत्र कर्तरार्थकसार्वधातुकप्रत्ययः निमित्तरूपेण अस्ति अतः कर्तरी शप् इति सूत्रस्य कार्यं भवितुम् अर्हति यद्यपि वयं सरलरीत्या वदामः धातूनां तिङ् प्रत्ययः दृश्यते सार्वधातुकप्रत्ययः दृश्यते इति वदामः तत्तु अस्माकं स्पष्टबोधनार्थं तथा वदामः वस्तुतः तत्र शास्त्रीयरीत्या चिन्तनं किम् इति चेत् किमर्थं गणनिमित्तिकविकरणप्रत्ययः आयाति लट् लोट् लङ् विधिलिङ् एतेषु लकारेषु किमर्थं गणनिमित्तिकविकरणप्रत्ययः आयाति इति चेत् तत्र निमित्तम् अस्ति निमित्तं किम् इति चेत् सार्वधातुककर्त्रार्थकप्रत्ययः अस्ति इति कृत्वा एव तत्र शप् शन् इत्यादयः आगन्तुं शक्नोति तदेव तत्र दृश्यते धातुना तिङ्प्रत्ययः दृश्यते इति वदामः परन्तु शास्त्रीयरीत्या चिन्तनं कथम् इति चेत् कर्तरी शप् अथवा दिवादिभ्यः शन् स्वादिभ्यः शो इत्यादीनां सूत्राणां प्रवृत्तिः किमर्थं भवति इति चेत् यतोहि तत्र निमित्तम् अस्ति धातुतः प्रत्ययः अस्ति सः प्रत्ययः सार्वधातुकः अपि अस्ति कर्त्रार्थे अपि अस्ति अतः एव कर्तरी शप् इति आगन्तुं शक्नोति आर्धधातुकलकारेषु अवशिष्टषट्सु लकारेषु कर्तरी शप् इत्यस्य कार्यं किमर्थं न भवति इति चेत् तत्र निमित्तं नास्ति तत्र लिट् अपि च आशीर्लिङ्ग् लिट् लकारे आशीर्लिङ्ग् लकारे तत्र तिङ् प्रत्ययः एव सार्वधातुकः नास्ति आर्धधातुकप्रत्ययः अस्ति अतः तत्र शप् इत्यस्य प्रसक्तिः एव न भवितुम् अर्हति यतोहि अपवादरूपेण सामान्यतया तिङ् प्रत्ययः सार्वधातुकप्रत्ययः भवति तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः भवति परन्तु लिट् लकारे आशीर्लिङ्ग् लकारे अपवादरूपेण तिङ् प्रत्ययः अर्धधातुकः भवति अतः तत्र कर्तरी शप् इत्यस्य चिन्तनम् एव नास्ति किमर्थं चेत् प्रत्ययः तिङ् प्रत्ययः एव अर्धधातुकः अस्ति इदानीं तत्र लिट् लिङ् लुट् इत्यादयः तत्र किं भवति इति चेत् तत्र यद्यपि तिङ् प्रत्ययः सार्वधातुकः एव कर्त्रार्थे अपि भवितुम् अर्हति तथापि तत्र कर्तरी शप् इत्यस्य कार्यं न भवति यतोहि मध्ये व्यवधानम् अस्ति यदा लृट् लकारे स्य इति प्रत्ययः आगच्छति लुट् लकारे तास् इति प्रत्ययः आगच्छति लृङ् अपि स्य इति आगच्छति अतः तत्र तु शप् इत्यस्य निमित्तं न पूरितम् इति कृत्वा शप्ष्यन् इत्यादयः न आगच्छन्ति बुद्धं खलु प्रश्नः अस्ति वा बुद्धं भगिनी अवगतं गीताञ्जलि भगिनी बुद्धं वा आं भगिनी एकवारं वदामि वा हा वदतु सार्वधातुकनिमित्तिक विकरणप्रत्यय तदा एव आयाति यदा चत्वारि लकारा सन्ति इत्युक्ते किं लट् लोट् लिङ् लट् लोट् लङ् विधिलिङ् एव तत् तत्र किं किं भवति सार्वधातुकप्रत्यय अस्ति चेत् कर्तरार्थे अस्ति चेत् एव सार्वधातुकप्रत्यय निमित्तम् अस्ति तत् कारणेन गणनिमित्तीकरण प्रत्यय धातुतः आयाति किन्तु यदा आर्धधातुक लकार परे अस्ति चेत् तदनन्तरं किं भवति लट् लट् एव लट् लोट् लङ् विधि विधिलिङ् अस्ति कर्त्रार्थे अस्ति चेत् अपि क्षम्यतां भगिनि कर्त्रार्थे अस्ति चेत् अपि कर्तरि शप् भवितुम् अर्हति अपि आर्धधातुकनिमित्तिक न एकक्षणम् एकक्षणं लट् लोट् लङ् विधिलिङ्ग् किमर्थं कर्तरि शप् अपि भवितुम् अर्हति इति किमर्थं वदति न लट् लोट् लङ् न क्षम्यतां भगिनि केवलं आर्धधातुकलकारेषु इत्युक्ते षट्सु लकारेषु एव इत्युक्ते लट् लोट् लिङ् लङ् विधिलिङ्ग् तु नास्ति अन्ये लकार सन्ति चेत् कर्त्रार्थे अस्ति चेत् अपि शप् भवितुं शप् कर्तरि शप् अपि आर्धधातुकलकारे आर्धधातुकनिमित्तिकप्रत्यय द्वे मध्ये सङ्घर्षः अस्ति तदनन्तरं आर्धधातुकनिमित्तिक प्रत्यय एव कार्यं करोति हा अत्र अत्र तादृशचिन्तनं नास्ति अत्र किम् अस्ति सङ्घर्षः इत्यस्मिन् विषये न उक्तम् अत्र तु किं वदामः अत्र तु शब्दस्य प्रसक्तिः नास्ति वदामः किमर्थं प्रसक्तिः नास्ति यदि कर्तरार्थे अस्ति चेत् किमर्थं नास्ति सार्वधातुकप्रत्ययपरे एव नास्ति तदेव शप् आयाति एव कस्य परे नास्ति धातुतः परे हा धातुतः कर्तरार्थकसार्वधातुकप्रत्ययः नास्ति इति वदति वा हा धातुतः यदि सार्वधातुकप्रत्यय नास्ति चेत् तर्हि इदानीं धातुतः मध्ये स्य इति प्रत्ययः अस्ति अथवा तास् इति प्रत्ययः अस्ति अथवा चिलि इति प्रत्ययः अस्ति लुङ् लकारे अस्ति चेत् एते प्रत्ययः तिङ्क्षित् भिन्नाः स्य इति प्रत्ययः तिङ् नास्ति षित् नास्ति तिङ्क्षित् भिन्नाः अतः अर्धधातुकप्रत्ययः अपि च तास् अपि तथैव अतः एतेषु लकारेषु किं भवति इति चेत् प्रथमतया धातुतः लकारः विद्यते लृट् लकारः विद्यते इति चिन्तयामः चेत् इदानीं तत्र लृट् लकारं निमित्तीकृत्य धातुतः स्य इति प्रत्ययः विद्यते अतः धातुः योगः स्य योगः लृट् इति अस्ति इदानीं तत्र लृटः स्थाने तिङ् प्रत्ययः विद्यते तृतीयसोपाने धातुः स्य योगः तिङ् अधुना अत्र तिङ् प्रत्ययः यद्यपि कर्त्रार्थे अपि अस्ति, सार्वधातुकः अपि अस्ति, परन्तु कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति. किमर्थं चेत् कर्तरि शप् इति सूत्रे किं वदति, धातुतः साक्षात् कर्तार्थकसार्वधातुकप्रत्ययः अस्ति चेत् एव शप् विधीयते. अत्र पश्यामः चेत् धातोः अनन्तरं स्य इति प्रत्ययः अस्ति, तस्य अनन्तरं तिङ् प्रत्ययः सार्वधातुकः अस्ति, कर्तार्थे अस्ति. इदानीं धातोः साक्षात् अनन्तरं कर्तार्थकसार्वधातुकप्रत्ययः नास्ति इति कृत्वा तत्र कर्तरि शप् इत्यस्य कार्यं नास्ति, यतोहि धातोः साक्षात् अनन्तरं स्य इति प्रत्ययः अर्धधातुकप्रत्ययः अस्ति, अतः तत्रापि कर्तरि शप् इत्यस्य अवसरः न भवति. यदि प्रश्नः अस्ति धातोः अनन्तरं स्य इति प्रत्ययः अस्ति, अतः धातु स्य प्रत्ययोः मध्ये कर्तरि शप् भवतु, किमर्थं तत्र न भवति इति चेत् स्य इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति, सार्धातुकः एव नास्ति, अतः कर्तरि शप् इत्यस्य कार्यं तत्रापि न भवितुम् अर्हति. सारांशः कः इति चेत् आहत्य षट्सु लकारेषु लृट् लुङ् लुट् अनन्तरं लृट् अपि च लिट् आशीर्लिङ् एतेषु षट्सु लकारेषु शप् इत्यस्य प्रसक्तिः नास्ति. लृट् लुङ् लुट् लृट् इत्यत्र तु लकारनिमित्तिकविकरणप्रत्ययः अस्ति इति व्यवधानरूपेण अस्ति इति कृत्वा शप् इत्यस्य कार्यं न भवति. लिट् लकारे आशीर्लिङ् लकारे तु साक्षात् तत्र प्रत्ययः एव अर्धधातुकप्रत्ययः, धातुः अस्ति, धातुतः लिट् लकारः अस्ति, लिट् लकारस्य स्थाने यः तिङ् प्रत्ययः विधीयते सः तिङ् प्रत्ययः साक्षात् आर्धधातुकप्रत्ययः अस्ति. यद्यपि सामान्यतया तिङ्क्षित् सार्वधातुकम् इति वदामः, तथापि अत्र अपवादरूपेण यतोहि सूत्रमस्ति लिट् च इति सूत्रेण तत्र तिङ् प्रत्ययः साक्षात् आर्धधातुकप्रत्ययः अस्ति. इदानीं धातुतः आर्धधातुकप्रत्ययः अस्ति इति कृत्वा तत्र शप् इत्यस्य अवसरः नास्ति. एवमेव आशीर्लिङ् लकारे अपि धातुतः आशीर्लिङ् लकारे यः तिङ् प्रत्ययः अस्ति सः प्रत्ययः आर्धधातुकः लिङ्गाशिशि इति सूत्रेण आर्धधातुकः इति कृत्वा तत्रापि शप् इत्यस्य अवसरः नास्ति. अस्तु, इदानीं तत्र प्रश्नः अस्ति, सः धातुतः यः प्रत्ययः अस्ति सः प्रत्ययः तिङ् भवितुम् अर्हति अथवा कृत् भवितुम् अर्हति. वयं जानीमः धातुतः यः प्रत्ययः अस्ति सः प्रत्ययः तिङ् भवितुम् अर्हति यतोहि अथवा कृत् भवितुम् अर्हति, यतोहि तिङ् अथवा कृत् एव धातुतः विधीयन्ते, कृत् प्रत्ययः अथवा तिङ् प्रत्ययः एव धातुतः विधीयन्ते. यः प्रत्ययः तिङ् नास्ति, धातुतः यः प्रत्ययः अस्ति, यथा उदाहरणार्थं शत्रुप्रत्ययः, धातुतः शत्रुप्रत्ययः अस्ति इदानीं, शत्रुप्रत्ययः तिङ् अपि तिङ् नास्ति, तिङ् प्रत्ययः नास्ति शत्रुप्रत्ययः, परन्तु षित् अस्ति, षित् अस्ति, सार्वधातुकप्रत्ययः अस्ति, अपि च कृत् प्रत्ययः अस्ति. यः प्रत्ययः तिङ् भिन्नः सः प्रत्ययः कृत् प्रत्ययः. तत्र एकं सूत्रमस्ति कृदतिङ् कृत् अतिङ् अतिङ् प्रत्ययः कृत् अस्ति. तर्हि धातुतः यः कोऽपि प्रत्ययः अस्ति सः प्रत्ययः तिङ् नास्ति चेत् सः प्रत्ययः कृत् प्रत्ययः. तर्हि अस्माकम् उदाहरणे इदानीं धातुः अस्ति, धातोः अनन्तरं तत्र शत्रुप्रत्ययः अस्ति, शत्रुप्रत्ययः तिङ् भिन्नः अस्ति, षित् अस्ति, यतोहि शत्रु इत्यस्य आदौ शकारः लशक्वतदिते इत्यनेन इत्संज्ञकः, अतः षित् अस्ति, षित् अस्ति इति कृत्वा शत्रुप्रत्ययः सार्वधातुकप्रत्ययः अस्ति. सार्वधातुकप्रत्ययः अपि च शत्रुप्रत्ययः सर्वदा कर्त्रार्थे एव विधीयते, अतः तत्रापि विकरणप्रत्ययः विधीयते, गणनिमित्तिकविकरणप्रत्ययः विधीयते. यदि अत्र उदाहरणार्थं पश्यामः चेत् भू इति धातुः अस्ति, भू धातुतः इदानीं शत्रुप्रत्ययः अस्ति, शत्रुप्रत्यये इदानीं शत्रुप्रत्यये किम् अवशिष्यते, मीना भगिनी वदतु. सत्यं, तत्र प्रत्यये शकारः शकारस्य इत्संज्ञा अस्ति, ऋकारः तत्र तकार उत्तरवर्ति ऋकारः, शत्रु ऋकारस्य अपि इत्संज्ञा अस्ति, अतः अत् इति अवशिष्यते. इदानीं भूयोगः अत्, भू इति धातुः अस्ति, धातोः अनन्तरम् अत् इति अवशिष्यते. इदानीम् अत् इति प्रत्ययः षित् अस्ति, अतः सार्वधातुकः अस्ति, कर्त्रार्थे अपि अस्ति. इदानीं कर्तरि शप् इत्यस्य निमित्तं पूरितं वा ललिता भगिनी? आं भगिनि, पूरितं. हा, कथं पूरितं? कर्त्रार्थे अस्ति, शत्रुप्रत्ययः शप् अस्ति, षित् अस्ति, षित् अस्ति. तिंशित् सार्वधातुकं, सो सार्वधातुकम् अस्ति, अतः शत्रुप्रत्ययः सार्वधातुकप्रत्ययः. सत्यं, शत्रुप्रत्ययः षित् अस्ति इति कृत्वा सार्वधातुकप्रत्ययः अस्ति, कर्तरार्थे अपि अस्ति, अतः कर्तरि शप् इति सूत्रस्य निमित्तं पूरितं. यतोहि कर्तरि शप् इति सूत्रं किं वदति? कर्त्रार्थे शप् निमित्तम् अस्ति. कर्तरि शप् इति सूत्रं किं सूचयति? विकरणप्रत्यये आयाति, गणविकरणप्रत्यये आयाति. हा, कर्तरि शप् इति सूत्रं तत्र सुमन् भगिनी स्मारयतु. तत्र श्रूयते किं भगिनि? तत्र सार्वधातुकप्रत्यये भवेत् अपि च कर्तरार्थे अपि इत्युक्ते कर्मणि प्रयोग अस्ति, भावप्रयोग अस्ति चेत् तत्र कर्तरि शप् न आयाति. कर्तरार्थक सार्वधातुकप्रत्ययः अस्ति इति अस्ति, तत्र तु निमित्तम् अस्ति. अपि च अन्यत् किमपि आवश्यकं वा? कर्तरार्थकं सार्वधातुक, हा, तावत् पर्याप्तं वा? कर्तृ व्यवधाने किमपि नास्ति, अन्यप्रत्ययः व्यवधाने किमपि नास्ति. तत् कथम् अवगच्छामः? धातु अनन्तरं शत्रुप्रत्ययः अस्ति, मध्ये किमपि नास्ति, कर्तृर्थकः सार्वधातुकः अस्ति, मध्ये किमपि नास्ति, मध्ये शप् आयाति खलु. सत्यं, तर्हि कर्तरि शप् इति सूत्रं किं वदति इति चेत्, कर्तरि सार्वधातुके इति अस्ति, कर्तरि सार्वधातुके इति निमित्तम् अस्ति. तर्हि कर्तार्थकसार्वधातुकप्रत्ययः इति अवगच्छामः. अपि च धातुः भवेत्, धातुतः, धातोः परश्च शप् प्रत्ययः कर्तरि सार्वधातुके इति अनुवृत्तिसहितसूत्रम्. अतः धातुः अपि आवश्यकः अस्ति. धातुः एव प्रकृतिः अस्ति, प्रकृतेः किं धातुतः कर्त्रार्थकसार्वधातुकप्रत्ययः परः अस्ति. साक्षात् अनन्तरं तत्र परश्च इति सूत्रमस्ति खलु, परश्च इति सूत्रं सूचयति प्रकृतेः साक्षात् अनन्तरं कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति चेत् तत्र शप् इति विकरणप्रत्ययः आयाति. अतः कर्त्रार्थकसार्वधातुकप्रत्ययः भवेत्, धातुः अपि भवेत्, धातोः साक्षात् अनन्तरं कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति चेत् धातुः अपि च प्रत्ययोः मध्ये विकरणप्रत्ययः शप् इति आयाति. अत्र भूयोगः अत् इत्यत्रापि तथैव अस्ति. अत्र लकारः नास्ति, अत्र अत् इति लट् लकारस्य स्थाने आयाति, परन्तु इदानीम् अत् इति प्रत्ययः कृत् प्रत्ययः अस्ति, कृत् प्रत्ययः अस्ति, तथापि अत्र शप् इत्यस्य प्रसक्तिः अस्ति. भूयोगः शप् योगः इति अत्र किं भवति? अरुणा भगिनी वदतु. पुनः वदतु भगिनि, न शृणोमि. भूयोगः शप् योगः अत् अत् अत् किं भवति अत्र? धातु किं भगिनि? भू, भूधातुः. भूयोगः शप् योगः अत् आयोगः शप् योगः अत् सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति. भूधातु ओकारस्य गुणः भवति, भो भवति, भो योगः यजोयावया सूत्रेण भव भाव तदनन्तरं वर्णमेल अत् भवयोगः अत् तत्र सवर्णदीर्घसन्धिं बाधित्वा अतो गुणे इति अन्यत् सूत्रेण भवत् इति रूपं भवति इति प्रक्रिया अस्ति. भवत् इति रूपम् अस्ति तर्हि अस्माकम् अत्र शत्रुप्रत्ययस्य प्रक्रिया कथं भवति इति अस्माकं विषयः नास्ति. परन्तु अस्माकं विषयः कः इति चेत् यः सार्वधातुकप्रत्ययः अस्ति सः प्रत्ययः तिङ् भवितुम् अर्हति अथवा कृत् भवितुम् अर्हति. कर्त्रार्थे अस्ति चेत् विकरणगणनिमित्तिकविकरणप्रत्ययः आयाति इति एव अस्माकं विषयः अस्ति. एवमेव अत्र शानच् प्रत्ययः अपि कर्त्रार्थे भवति चेत् तत्रापि गणनिमित्तिकविकरणप्रत्ययः भवितुमर्हति. शानच् प्रत्ययः अपि षित् अस्ति सार्वधातुकः अस्ति कर्त्रार्थे अस्ति चेत् तत्रापि गणनिमित्तिकविकरणप्रत्ययः आगन्तुं शक्नोति. अतः इति स्मर्तव्यं कर्तरि शप् इत्यस्य निमित्तं किम् इति स्मर्तव्यम्. अस्तु धन्यवादः. समीचीनं भगिनि, अवगमनार्थं I'm telling you, if there is any error, please come here. Lakare, kimapi lakare, kartra artha bhi bhavitum arhati, karmani bhavi artha bhavitum arhati, kevalam kartra artha bhavati chete eva, kartari shab, tadapi, lit lakare, ashiling lakare, sutra sahiram, shab bhavitum na arhati, इत्यादि एकं. द्वितीयं कर्तरार्थे भवितुम् अस्ति चेत् एव अस्ति चेत् अपि सार्वधातुकं भवति अस्ति चेत् एव शप् इति शितः शप् इति योजनीयं. न आर्धधातुकम् अस्ति चेत् शप् प्रत्ययं शप् इति न भवितुम् अर्हति. तृतीयं तिङ्प्रत्ययं वा कृत् प्रत्ययं वा कृत् प्रत्ययं शितः अस्ति चेत् शितः डेफोर् अतः तदार्थो कर्तरि अर्थे अस्ति चेत् शब् भवति तद्वा. सत्यं सत्यं सत्यम्. इदानीं तत्र भू इति धातुमेव स्वीकृत्य तवतु प्रत्ययं योजयामः चेत् तत्र जयलक्ष्मी भगिनी वदतु, भूयोगः तवतु प्रत्ययः अत्र शप् इत्यस्य अवसरः अस्ति वा? भूयोगः तवतु तवतु तत्र कित् अस्ति तिङ् नास्ति किन्तु कृदन्तः अस्ति ततः सार्वधातुकं भवेत् कृतिङ् सार्वधातुकम् इति कृतिङ् सार्वधातुकं नास्ति खलु? कृत् अस्ति किन्तु तिङ् नास्ति तत्र. हा तिङ् नास्ति कृत् अस्ति समीचीनम्. अनन्तरं शप् इत्यस्य निमित्तं किं? तिङ्क्षित् शप् इत्यस्य निमित्तं सार्वधातुकमेव भवेत् तु तिङ्क्षित् सार्वधातुकमस्ति तवतु प्रत्ययः आर्धधातुकं भवेत्. हा तवतु प्रत्ययः आर्धधातुकः अस्ति अतः शप् इत्यस्य अवसरः अस्ति वा? शप् इत्यस्य अवसरः न भवति. हा शप् इत्यस्य अवसरः न भवति. कृत् प्रत्ययेषु अपि ये प्रत्ययाः शितः सन्ति तेषां कृते एव शप् इत्यस्य चिन्तनं भवति. यदा शित् प्रत्ययाः कर्त्रार्थे भवन्ति तदानीमेव तत्र शप् इत्यस्य चिन्तनं भवति. यदा तप्रत्ययः अस्ति चेत् किं भवति भगिनि? तप्रत्ययः अस्ति चेदपि तावदेव तव आर्धधातुकमेव भवति. तप्रत्ययः आर्धधातुकः भवति किमर्थं? तप्रत्ययः च तिङ् नास्ति सार्वधातुकं भवेत् चेत् तिङ्क्षित् सार्वधातुकं भवेत् तु तप्रत्ययः च तिङ् अपि नास्ति षित् अपि नास्ति अतः अर्धधातुकं भवेत्. अर्धधातुकः इति कृत्वा शप् इत्यस्य अवसरः नास्ति न भवति. सत्यम्. अपि च तप्रत्ययः कर्त्रार्थे अपि नास्ति. कर्त्रार्थे भवितुमर्हति परन्तु कर्त्रार्थे नास्ति सामान्यतया कर्त्रार्थे नास्ति अतः शप् इत्यस्य चिन्तनमेव नास्ति तत्र. अस्तु, उमा भगिनी वदतु. कर्त्रार्थे भवितुम् अर्हति, परन्तु सार्वधातुकम् अस्ति चेत् तप्रत्ययः सामान्यतया तप्रत्ययः तु अर्धदातुकः एव, अतः शप् इत्यस्य चिन्तनमेव नास्ति. अपि च सामान्यतया कर्त्र तप्रत्ययः कर्मण्यर्थे अपि भवति खलु, अतः कर्त्रार्थे एव नास्ति इति कृत्वा तत्र चिन्तनमपि नास्ति, शप् इत्यस्य चिन्तनमपि नास्ति, कर्त्रार्थे अपि नास्ति, सार्वधातुकः अपि नास्ति, अतः शप् चिन्तनं नास्ति. परन्तु कुत्रचित् तप्रत्ययः कर्त्रार्थे अपि भवितुम् अर्हति, कर्त्रार्थे अस्ति चेत् अपि तत्र शप् न भवति, यतोहि प्रत्ययः एव अर्धधातुकः अस्ति. अस्तु, उमा भगिनी वदतु. त्रिच् प्रत्ययः अस्ति धातुतः. त्रिच् प्रत्ययः अपि तिङ् षिट् नास्ति. त्रिच् प्रत्ययः ओके, तस्मात् आर्धदातुकप्रत्ययः. कस्मात् आर्धदातुकप्रत्ययः? तिङ् षिट् नास्ति, तिङ् षिट् सार्वदातुकं, तिङ् षिट् नास्ति. अण्ड् देन् सत्यम्. अतः कर्तरिषप् इत्यस्य कार्यमस्ति वा? सत्यं सत्यं, समीचीनं. सरि, तर्हि बुद्धं खलु, यः कोऽपि प्रत्ययः भवतु धातुतः तिङ् वा कृत्वा, परन्तु कर्तरार्थे अस्ति वा सार्वधातुकः अस्ति वा इति विचिन्त्य तत्र गणनिमित्तिकविकरणप्रत्ययः आयाति. अस्तु, तर्हि ततः अग्रे इदानीं गन्तुं शक्नुमः. भगिनी क्षम्यताम्, एकवारं पुनः भूयोग तवतु अस्ति चेत् तवतु तु तिङ् नास्ति, शित् नास्ति, अथवा आर्धधातुकप्रत्यय अस्ति, किन्तु किमर्थं कर्त्रार्थे अस्ति चेत् अपि, यदि कर्त्रार्थे अस्ति चेत् किमपि कथं जानीमः कर्त्रार्थे अस्ति? यदि कर्तरि शब्द एव कार्यं न करोति, वयं कथं जानीमः अत्र कर्तरार्थे अस्ति? तदर्थं सूत्राणि सन्ति भगिनि, अग्रे गत्वा पठिष्यामः. तदर्थं सूत्राणि सन्ति, प्रत्ययस्य अर्थः कः इति तदर्थं सूत्राणि सन्ति. सामान्यतया कृत् प्रत्ययः कर्त्रार्थे एव भवन्ति, परन्तु अपवादरूपेण केचन प्रत्ययाः कर्मार्थे भावार्थे भवन्ति. तत् प्रत्ययः कर्मार्थे भावार्थे भवति, परन्तु तवत् प्रत्ययः कर्त्रार्थे एव भवति, यतोहि सामान्यतया कृत् प्रत्ययाः कर्त्रार्थे भवन्ति. अतः तवत् प्रत्ययः कर्त्रार्थे एव अस्ति, परन्तु आर्धधातुकप्रत्ययः सार्वधातुकप्रत्ययः नास्ति. यद्यपि कर्त्रार्थे अस्ति तथापि सार्वधातुकप्रत्ययः नास्ति इति कृत्वा शप् इत्यस्य प्रसक्तिः न भवति. बुद्धं वा? हा हा, अवगतम्. अन्य किमपि सूत्रेण कर्त्रार्थे वयम् अवगतं, किन्तु अत्र तु कर्तरि शप् नायाति इत्युक्ते मम मनसि कर्त्रार्थे कथं भवेत् इति मम प्रश्नः आयाति. हा, तव तु प्रत्ययः कर्त्रार्थे अस्ति, यतोहि कर्तरीकृत् इति एकं सूत्रमस्ति. कर्तरीकृत् कर्तरीकृत् इति सूत्रं वदति, कर्तरी कृत् प्रत्ययः कर्त्रार्थे भवन्ति इति सूत्रमस्ति. अतः तव तु प्रत्ययः कर्त्रार्थे भवति, कर्त्रार्थे भवति इति जानीमः. इदानीं कर्त्रार्थे अस्ति, अपि च कर्तरीशप् इत्यस्य कार्यार्थं सार्वधातुकः अपि भवेत्, कर्त्रार्थकसार्वधातुकप्रत्ययः एव निमित्तमस्ति. अत्र तव तु प्रत्ययः यद्यपि कर्त्रार्थे अस्ति तथापि सार्वधातुकः नास्ति, अतः कर्तरीशप् न आगच्छति. भगिनी, अहम् एकं वक्तुं शक्नोमि किं? वदतु. इदानीं भगिनी शानच् प्रत्ययं पश्यतु, तत् कर्तृते अपि भवितुं शक्नोति, कर्मणे अपि भवितुं शक्नोति. कर्तृते अस्ति चेत् तत्र कर्तरीशप् आयाति, नो चेत् न आयाति. सत्यम्. कथं जानीमः इति सा पृष्टवती खलु, तत्र विवक्षा दृष्टव्यम्. न विवक्षा नास्ति तत्र, विवक्षा अपि भवति, परन्तु तत्र धातुः कीदृशः इति ज्ञातव्यः, धातुः परस्मैपदी वा आत्मनेपदी वा इति सर्वं ज्ञात्वा एव शालच् प्रत्ययः कर्तार्थे भवति वा न वा इति ज्ञातुं शक्नुमः. अपि च विवक्षा अपि अस्ति, आत्मनेपदी धातु अस्ति तत् चेत् तत्र कर्तरिप्रयोगः भवति चेत् शानच् तु सार्वधातुकम् अस्ति, सार्वधातुककर्तृत्वे अस्ति, नो चेत् न भवति. पुनः वदतु. आत्मनेपदी धातु अस्ति अपि च कर्त्र विवक्षा अस्ति चेत् शानच् प्रत्यय सार्वधातुक अपि अस्ति, कर्त्रार्थे अपि अस्ति, किन्तु कर्मणि विवक्षा अस्ति चेत् तत्र शप् न आयाति. कर्मार्थे तत्र शप् न आयाति, सत्यं. कर्मार्थे शप् न आयाति, कर्तृर्थे एव शप् आयाति, सत्यम्. तत्र कथं कर्तार्थे कर्तार्थे अपि आत्मनेपदं भवितुं शक्यं वा? आत्मनेपदम् आत्मनेपदम् अपि च कर्तार्थे द्वयोः सम्बन्धः कः? सम्बन्धः नास्ति खलु? शानच् प्रत्ययः कर्तार्थे अपि भवितुम् अर्हति, कर्मार्थे अपि भवितुम् अर्हति. कर्मार्थे तु सर्वेभ्यः धातुभ्यः शानच् प्रत्ययः भवति कर्मार्थे, अतः एव पठ्यमानः इति रूपम् अस्ति खलु, पठ्यमानः. यद्यपि तत्र पठति इति रूपम् अस्ति, पठति इति रूपम् अस्ति, पठति पट् धातुः परस्मैपदी अस्ति, तर्हि पटधातुतः शानच् प्रत्ययः न भवितुमर्हति कर्तार्थे, परन्तु कर्मार्थे तत्र पठ्यमानः इति रूपम् अस्ति, तर्हि सर्वेभ्यः धातुभ्यः शानच् प्रत्ययः कर्मार्थे भवति. कर्मार्थे यदा भवति तदानीं यद्यपि शानच् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति तथापि कर्तार्थे नास्ति इति कृत्वा तत्र शप् न आयाति. अस्तु, इदानीम् अग्रे सर्तुं शक्नुमः. विनयकुमार् महोदय अग्रे पठति वा? अन्यप्रकारकविकरणप्रत्ययः अपि अस्ति. अन्यप्रकारविकरणप्रत्ययः अपि अस्ति, लकारनिमित्तविकरण विकरणम् इति नाम्ना. आर्धधातुकलकारेषु अपि विकरणप्रत्ययः भवन्ति, किन्तु ते च लकारनिमित्तकः, तेषां निमित्तं लकारः एव इति कारणेन सर्वेषां धातूनां कृते स्वच्छ विकरणप्रत्ययः समानः. यथा लृट्लकारं पश्यामः, भवादिगणे पा योग लृट् स्य पासि ऋलुटोः इत्यनेन लृटि परे धातुतः स्य पा योगस्य योगालिट् पास्यति. अत्र स्यति विकरणप्रत्ययस्य आनयस्य कारणं लिट् प्रत्ययः एव. यस्मिन् कस्मिन्नपि धातुकणे भवतु नाम धातुभ्यः लिट् भवति. यदि अत्र पर्यन्तं यदि अहम् अवगच्छामि तर्हि विकरणप्रत्ययः आर्धातुके अपि अस्ति, परन्तु सः विकरणप्रत्ययः लकारनिमित्तकः, अतः शब्दस्य प्रत्ययस्य विकरण अस्ति. यतः प्रत्ययस्य विकरण अस्ति, यतः शप् विकरण अस्ति, अत्र स्य प्रत्ययः विकरण अस्ति. तर्हि एव लकारनिमित्तिकः विकरणप्रत्ययः अत्र अतः उच्यते. समीचीनं वा न समीचीनं भगिनि? हलो, विद्याभगिनी भगिनी म्यूट् मध्ये अस्ति भगिनी. क्षम्यताम् क्षम्यताम्. अत्र आर्धधातुकलकारेषु अपि विकरणप्रत्ययः भवन्ति इति जानीमः. ते प्रत्ययाः लकारनिमित्तिकाः, लकारनिमित्तिकाः यद् भवान् उक्तवान् समीचीनं महोदय. ते प्रत्ययाः लकारनिमित्तिकाः, तदर्थं तत्र उदाहरणमस्ति पायोगः लृट् इति उदाहरणं. पायोगः लृट् लकारे तत्र किं भवति महोदय? पायोग लिट् लकार प्रियपदं पास्यति भवति, परन्तु अहं यदि अवगच्छामि लिट् अपि लट् समान ल ल अवशिष्यते, ल हलन्त अवशिष्यते, तर्हि स आगच्छति. यतः लट् लकारे ति आगच्छति, परन्तु ति पूर्वं शप् आगच्छति, अत्र स आगच्छति, तर्हि एव स लकारनिमित्तकं. परन्तु विकरण अपि प्रायश गच्छन्ति. सत्यम्. अत्र अत्र पायोगः लृट् इति अस्ति, तर्हि यथा महोदयेन उक्तं तत्र लु इति अवशिष्यते, पायोगः लु. इदानीं लु स्थाने तिङ् भवति वा अथवा ह्यतासि लृलुटोः इत्यनेन स्य इति प्रत्ययः भवति वा इति प्रश्ने सति. तत्र स्यतासि लृलुटोः इति सूत्रं तु लकारं निमित्तीकृत्य अस्ति, अतः ल अवस्थायाम् एव विधीयते, लकारस्य अवस्थायाम् एव विधीयते इति कृत्वा पायोगः स्ययोगः लु इति अस्ति. पायोगः स्ययोगः लु. इदानीं लस्य इति सूत्रेण तिङ् प्रत्ययः आगच्छति लु इत्यस्य स्थाने, अतः पायोगः स्ययोगः ति इति अस्ति. पायोगः स्ययोगः ति इत्यस्मिन् सन्दर्भे कर्तरि शप् इत्यस्य अवसरः नास्ति. अस्तु, समीचीनं. अग्रे राहुल् महोदय पठति वा? लकारनिमित्तिकप्रत्ययं पूर्वम् आगच्छति वा तिङ् प्रत्ययस्य? हा, लकारनिमित्तिकविकरणप्रत्ययः तिङ् प्रत्ययात् पूर्वम् आगच्छति, अतः एव धातुना तिङ् प्रत्ययं द्रष्टुं न शक्नोति. भगिनी, अष्टाध्यायी डाट् काम् मध्ये क्रमः भेदः अस्ति न? तिङ् प्रत्यय प्रथम आगच्छति, तदनन्तरं शतासि लुलुटो लिखितमस्ति. अत्र अग्रे पश्यामः, परिशिष्टमस्ति तत्र पश्यामः, मतभेदः अस्ति, पश्यामः. ओ ओ ओ अस्तु. एकः संशयः, एकक्षणं भगिनी, गीताञ्जलि भगिनी वदतु. भगिनी, अत्र महोदय उक्तवान् पायोगः लुट् अस्ति चेत् ल एव अवशिष्यते, यदि ल निमित्तम् अस्ति लट्लकारे अपि ल एव तिष्ठति न भगिनी? भवतु, तेन तदनन्तरं ह्यतासि लुटु कथं तत्र न कार्यं करोति? न, लु अस्ति, परन्तु तत्र लृट् अस्ति खलु, तत्र लु, अत्र अस्माकं विवक्षा का? लृट् लकारः अस्ति. लृट् यद्यपि लु इति अवशिष्यते, हा, तत्र इदानीमपि लृट्त्वम् अस्ति, यद्यपि लु अवशिष्यते इत्संज्ञकवर्णानां लोपानन्तरं, तदपि तत्र लृट् भविष्यत्काले तत्र लृट् लकारः इति विवक्षा अस्ति, अतः तत्र यद्यपि लु अवशिष्यते तथापि तत्र लृट्त्वम् अस्ति, इति कृत्वा स्वित्स्यतासि लृलुटोः इति भवति, परन्तु लट् लकारे लु अस्ति, तत्र लट्त्वम् अस्ति इति कृत्वा तत्र स्यतासि लृलुटोः इति कार्यं न भवति. यथा तत्र शप् इत्यस्मिन् सन्दर्भे वयं वदामः खलु, शप् इत्यत्र अ इति अवशिष्यते, अ इति षित् अस्ति इति कृत्वा तत्र गुणः भवति इति वदामः. तत्र अ इत्यत्र तु षित् नास्ति खलु, षित् न दृश्यते खलु, तथापि तत्र षित्वम् अस्ति इति वदामः खलु. एवमेव अत्रापि लु इति अवशिष्यते, परन्तु तत्रापि लृट्त्वम् अस्ति अथवा लट्त्वम् अस्ति. लकारः अस्ति खलु. अस्तु, उमा भगिनी वदतु. इट् इस् निमित्तक आर् निमित्तिक? करपत्रे निमित्तक अस्ति इति. निमित्तकः निमित्तीकृत्य, तत्र च्वि प्रत्ययः अस्ति, निमित्तीकृत्य तत्र ईकारः अस्ति. धन्यवादः. अस्तु, इदानीं राहुल् महोदय पठति वा अग्रे? आम् महोदय. अत्र स्य इति विकरणप्रत्ययस्य आनयनस्य कारणं लृट् प्रत्ययः एव. यस्मिन् कस्मिन्नपि धातुगणे भवतु नाम धातुभ्यः लृट् भवति. यदा उदाहरणार्थं जुहोत्यादिगणे दायुगः लृट् स्यतासि लृलुटोः इत्यनेन लृटि परे धातुभ्यः स्य, अतः दायोगः स्ययोगः लृट् दास्यति इति भवति. स्वादिगणे आप् योगः लृट् स्यतासि लृलुटोः इत्यनेन लृटि परे धातुतः स्य इति, अतः आप् योगः स्य योगः लृट् आप्स्यति. सर्वेभ्यः धातुभ्यः लृट् भवति इति कृत्वा धातुगणचर्चा मास्तु, स्य सर्वेषां धातूनां भवति. अत्र यदा वयं यदा धातुतः साक्षात् लृटः इत्युक्ते लट् लोट् लङ् विधिलिङ् एतेषां विहाय यत्कोपि लकारः भवतु, तत्र ते आर्धधातुकः लकारः इति वयं दृष्टवन्तः. अतः अत्र गणनिमित्तिकविकरणप्रत्ययः न आयाति, साक्षात् अत्र लकारनिमित्तिकविकरणप्रत्ययः इत्युक्ते लृटि तु स्य इति विकरणप्रत्ययः सः आयाति. धातु यत्किमपि गणे भवेत् तत्र स्य एव आयाति. अतः सर्वेषाम् एतेषां धातूनां कृते समानः एव अन्तिम तस्य दास्यति आप्स्यति इति एव भवति. हा, बहु समीचीनं महोदय. सर्वत्र समानरूपमस्ति, प्रक्रिया समाना अस्ति, न कोऽपि भेदः. स्य इति प्रत्ययः सर्वत्र भवति, अतः यः कोऽपि धातुः भवेत् तत्र स्य इति प्रत्ययः आगच्छति. अतः प्रक्रियायां भेदः नास्ति. कुत्र प्रक्रियां भेदः भवति लृट् लकारे इति चेत्, कुत्र इडागमः भवति कुत्र इडागमः न भवति इत्यस्मिन् विषये एव चिन्तनं भवति. यतोहि पठिष्यति लेखिष्यति इति रूपमस्ति, परन्तु धास्यति पास्यति आप्स्यति इत्यादि रूपमस्ति. अतः विकरणप्रत्ययस्य विधाने भेदः नास्ति. धातुः यस्मिन्नपि कस्मिन्नपि गणे भवतु, सर्वत्र स्य भवति, परन्तु तत्र चिन्तनम् आर्धधातुकलकारेषु चिन्तनं कुत्र इति चेत् इडागमविषये चिन्तनं भवति. कुत्र इडागमः भवति कुत्र इडागमः न भवति इत्यस्मिन् विषये एव अस्माकम् अवधानम् अस्ति. अपि च तेषाम् अन्तं खलु, तेषाम् अन्तम् अन्तः अन्तम् अन्तम् अन्तम् अवलम्ब्य कार्याणि अपि भवन्ति. हा, अङ्गकार्याणि भवन्ति, तत्र धातोः विभजनम् आश्रित्य कार्याणि भवन्ति, परन्तु तत्र मुख्यविषयः इत्युक्ते इडागमचिन्तनं. धन्यवादः. हा, अस्तु, अग्रे रमा भगिनी पठति वा? रमा सिवरमन् भगिनी, एकनिमिषं भगिनि. सर्वेभ्यः धातुभ्यः लृट् भवति. हा, तद् पठितम् अग्रे अग्रे ततः अग्रे अष्टमबिन्दुः. लृट् लकारे लृटः स्थाने कर्तृकसार्वधातुकस्तिङ्, तर्हि किमर्थं शप् न भवति अत्रापि सर्वे लकाराः अनुबन्धलोपानन्तरम् इल् इत्येव भवन्ति, अपि च इल् इत्यस्य स्थाने तिप् तस् जि इत्यादयः तिङ्प्रत्ययाः आयान्ति। लृट् अपि तथा। तर्हि किमर्थं न अर्थापि इमं तिङ्प्रत्ययं निमित्तीकृत्य कर्तरि शप् इत्येन शपः आनयनम्? अत्र वास्तविककर्म अवलोकनीयः। अत्र लिखितम् अस्ति सर्वे लकारे सार्वधातुक तिङ् प्रत्ययः इल् कारणेन आगच्छति, लक्ष्य इति कारणेन तिप्तस् जि इति सूत्रेण तिङ्प्रत्ययाः आयान्ति। लृट् लृट् लकारे किमर्थं कर्तरि शप् न आयाति, शपः न आयाति इति अवलोकनीयः इति लिखितमस्ति। भगिनि? हा, समीचीनं भगिनि, अग्रे पठतु। पा योगः लृट् त्यतासि लृलुटोः इत्यनेन लृटि परे धातुतः स्य पा स्य लृट् पा योगः स्य योगः इल् पा योगः स्य योगः तिप् पास्यति। अत्र स्यतासि लृलुटो अस्माकं विवक्षा अस्ति लृट् लकारे वक्तुम् इच्छति चेत् स्यतासि लुलुटोः लुलुटोः इति सूत्रस्य प्रसक्तिः आयाति। अतः पा धातो अनन्तरं स्य आयाति, तदनन्तरं लृट् आयाति। लृट् लक्ष्य इति कारणेन तिप् प्रत्ययः आयाति, परन्तु स्य लृट् लकार विवक्षाकारणेन स्य आयाति मध्ये, पा तिप् मध्ये स्य आयाति, अतः पास्यति भवति। हा, सत्यं सत्यम्। अत्र क्रमः यथा अस्माभिः चर्चितमेव तथैव अस्ति। धातुः इति हा सत्यं, धातुः इत्यस्य अनुवृत्तिः भवति तत्रापि अधिकारसूत्र किमर्थं नास्ति सूत्रे करपत्रे अत्र नास्ति सूत्रस्य विवरणं न दत्तमस्ति, स्यतासि लुलुटोः सम्पूर्णविवरणं न दत्तमस्ति, परन्तु तत्र स्यतासि लुलुटोः इति सूत्रे अपि धातोः इत्यस्य अधिकारः अस्ति। धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इति सूत्रात् धातोः इत्यस्य अनुवृत्तिः अस्ति, अतः तत्र धातुतः लृट् लकारः अथवा लुट् लकारः अस्ति चेत् अथवा लृङ् लकारः अस्ति चेत् धातोतः स्य इति प्रत्ययः भवति, लृट् अपि च लृङ् लकारे लुट् लकारे तास् प्रत्ययः भवति। भगिनी भगिनी धातुतः यदा लृट् आगच्छति तदा तु एतादृशं वक्तुं शक्यते तत् लक प्रत्ययः अस्ति तत् आर्थधातुकम् अस्ति तत् कारणेन सार्वधातुकः नास्ति इति कारणेन धातुना शप्रत्ययः न आयाति इति अपि सरलतया वक्तुं शक्यते खलु भगिनि? आर्थधातुकम् इति कारणेन लृट् इति अर्धधातुकः हा लृट् इति अर्धधातुकः अस्ति, तर्हि किं तत् कारणात् शपः न आयाति, कर्तरिशप् न आयाति इति सरलतया वक्तुं शक्यते खलु इति न परन्तु तत्र तु शप् इत्यस्य चिन्तनं नास्ति खलु. यदा तिङ् प्रत्ययः आगच्छति तदानीं शप् आगच्छति वा इत्येव प्रश्नः. सर्वत्र लु इत्येव अवशिष्यते. सर्वेषु लकारेषु धातुतः लु इत्येव अवशिष्यते. सर्वत्र आर्धधातुकः एव. तत्र कुत्रापि कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति. अतः भेदः नास्ति. लट् लकारः भवतु, लिट् भवतु, यः कोऽपि लकारः भवतु, तत्र लु इति तु अर्धधातुकः अस्ति. तिङ्क्षित् भिन्नः अस्ति, अतः तत्र चिन्तनं नास्ति. बुद्धं वा? हा बुद्धं भगिनि. भगिनि एकः प्रश्नः अस्ति, तत्र प्रत्ययस्य अपि च परश्च अधिकारेण अनुवृत्ति भवति और् अधिकार अस्ति, किन्तु धातु कथम् आयाति तत्तु अनन्तरम् अस्ति खलु. उत्तर सूत्रम् अस्ति, परसूत्रम् अस्ति. न न, तत्र धातुः इति त्रिवारम् आयाति. तृतीयाध्याये धातुः इति त्रिवारम् आयाति. यत् सूत्रं भवती वदति तत्र एकनवतितमं सूत्रम् अस्ति धातोः इति. परन्तु तस्मात् पूर्वमपि धातोः इत्यस्य अधिकारः अस्ति. धातोरेकाचो हलादेः समभिहारे यङ् इति सूत्रमस्ति. अस्मिन् धात्वाधिकारे इदमपि धातोः अधिकारसूत्रमस्ति, धातु अधिकारसूत्रमस्ति. अतः अस्मात् सूत्रात् धातोः इत्यस्य अधिकारः स्यतासि लुलुटोः इति सूत्रे आगच्छति. अस्तु, धन्यवादः. अस्तु, तर्हि ततः अग्रे गच्छेम. धन्यवादः भगिनि. अस्तु, सूर्यकुमारी भगिनी पठति वा अग्रे? भगिनि, अधुना पश्यतु, एकं वैशिष्ट्यं यद्यपि तिप् अस्ति, किन्तु पा तिप् इत्यनयोः मध्ये स्या इति व्यवधानं. सा च स्या अर्धधातुकः, अतः कर्तरी सेप् इत्यस्य अवसरः न भवति. अत्र मुख्यम् इदं यत् स्या इत्यस्य निमित्तं लृट् एव, किन्तु सेप् इत्यस्य निमित्तं तिप् आदायः. लृट् प्रत्ययः प्रथमतया आयाति, तदा एव लृट् स्थाने तिपादयः, अतः स्या अपि प्रथमम् आयाति. यदा लृट् प्रत्ययः विद्यमानः अनन्तरमेव लृट् स्थाने तिप् तावता स्या तु आगतः एव, अतः धातुना तिप् न दृश्यते. सारांशः एवं यत् स्या प्रत्ययम् आगच्छति तदनन्तरम् एव तिप्, अतः धातुः स्या पश्यति न तु तिप्. अस्मात् कारणात् कर्तरी सेप् न भवति. संक्षिप्तेन लृट् प्रत्ययस्य विषये धातुतः प्रथमेव स्या प्रत्यय आयाति, ना तिन् प्रत्यय निमित्तं कृत्वा, तदनन्तरमेव तिन् आयाति. लट् प्रत्ययस्य विषये तिन् प्रथमम् आयाति, तदनन्तरम् एव गणनिमित्तविकरणप्रत्यय आयाति. तत्कारणात् लृट् लकारविषये कर्त्री स्याप् विषयं न प्रसक्तिः अस्ति. समीचीनं भगिनि, समीचीनमस्ति. अरुणा भगिनी पुनः वदति वा सारांशरूपेण? अरुणा भगिनी क्षमतां भगिनि, कथं करणीयं लुट्लकारे सोपानं? प्रथमं लुट् प्रत्ययः प्रथमतया आयाति, तदनन्तरं स्यात् इति विकरणप्रत्यये आगच्छति, तदनन्तरमेव स्थाने तिङ् प्रत्यय आगच्छति. तदेव अत्र शा अस्ति धातुतः, ततः धातु तिङ् प्रत्यय न पश्यति, ततः कर्तते शप् कर्तृशप् सूत्रं न कार्यं करोति. हा, बहु समीचीनं, सर्वैः बुद्धम् इति चिन्तयामि. अस्तु, समीचीनम्. अस्तु, तर्हि अग्रे विजयलक्ष्मी भगिनी अग्रे पठति वा? पठामि भगिनि. तनादिगणे उः इति विकरणप्रत्ययस्य आर्धधातुकत्वात् किं भवति? ऊ प्रत्ययस्य आर्धधातुकत्वात् विद्यमाने धातुरूपि अङ्गे गुणः भवति, यथा सङ्गम्. तनादिगणे विकरणप्रत्ययस्य प्रभावेन कुत्रचित् गुणः अपेक्षितः, यथा क्षिण् योगः उ, क्षेण् योगः उ भवति, अनन्तरं क्षेणु इति अङ्गम्. तच्च गुणकार्यं सार्वधातुकप्रत्ययेन भवितुम् अर्हति, आर्धधातुकप्रत्ययेन अपि भवितुम् अर्हति. तनादिगणे उ इति विकरणप्रत्ययः आयाति. तत्र उ इति आर्धधातुकप्रत्ययः, परन्तु आर्धधातुकप्रत्यये परे भवति चेत् अपि गुणकार्यस्य तु निषेधः नास्ति, गुणकार्यं भवितुम् अर्हति. तत्कारणं तनादिगणे ऊनिमित्तिकगुणकार्यं भवति. अत्र प्रश्नः कः भगिनि? अत्र प्रश्नः गुणकार्यम् आर्धधातुकप्रत्ययेन अपि भवितुम् अर्हति इति एव, परन्तु अत्र उ इति विकरणप्रत्ययः, सार्वधातुकविकरणप्र निमित्तीकृत्य यद् आयाति तदेव खलु. न, उ इति प्रत्ययः कीदृशः अस्ति? उ इति प्रत्ययः आर्धधातुकप्रत्ययः. आर्धधातुकप्रत्ययः अस्ति, सत्यं. शप् इति सार्वधातुकप्रत्ययः, परन्तु उ इति आर्धधातुकप्रत्ययः, परन्तु कर्तरि निमित्तिकप्रत्यय कर्तरि कर्त्रार्थे एव आयाति तदपि. हा, सत्यं. तर्हि अस्माकं प्रश्नः कः इति चेत्, अत्र सर्वे दशगणाः सन्ति, सर्वत्र सार्वधातुकप्रत्ययः एव अस्ति, शप् शन् श्नु श्नम् श्ना इत्यादयः विहाय आम् सार्वधातुकः सन्ति. उ इति एकमात्रप्रत्ययः यत्र आर्धधातुकम् अस्ति. तर्हि अत्र किमन्यस्मिन् गणे अपि प्रत्ययः धातोः मध्ये एव आयाति खलु, ऋणादिगणे. न, तत्तु भवतु. अत्र प्रश्नः अस्ति, अन्यत्र सर्वत्र षित् अस्ति, सार्वधातुकप्रत्ययः अस्ति, परन्तु अत्र केवलम् अत्र तनादिगणे उ इति प्रत्ययः आर्धधातुकप्रत्ययः प्रत्ययः अस्ति. तर्हि किमर्थम् एतादृशी व्यवस्था इति प्रश्नः. किमर्थं पाणिनिः तथा कृतवान्? किमर्थं केवलं तनादिगणे उ इति विकरणप्रत्ययं स्थापितवान्? किमर्थम् अत्रापि सार्वधातुकप्रत्ययः एव किमर्थं न स्यात् इति प्रश्नः. किमर्थं सार्वधातुकप्रत्ययेन अपि गुणः भवितुमर्हति, अर्धधातुकप्रत्ययेन अपि गुणः भवितुमर्हति, अन्यत्र सर्वत्र सार्वधातुकप्रत्ययः एव स्वीकृतः, तर्हि किमर्थम् अत्र अर्धधातुकप्रत्ययः इति प्रश्नः. अत्रापि सार्वधातुकः भवितुमर्हति, किमर्थम् अत्र अर्धधातुकप्रत्ययः इति प्रश्नः अस्ति. भगिनी अग्रे पठतु. उगन्तलघुपदस्य च सार्वधातुके आर्धधातुके च प्रत्यये परे उगन्तस्य अङ्गस्य लघु उपधस्य च इकः गुणः भवति. अनुवृत्तिसहितसूत्रम् उगन्तलघुपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः. एतत्तु पूर्वमेव पठितम्. पुगन्तलघुपदस्य इति धातु अनुवृत्तिसहितसूत्रमस्ति पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः इति. अत्र उपधायां यदि लघु इक् भवति तर्हि गुणकार्यस्य प्रसक्तिः अस्ति, प्राप्तिः अपि अस्ति. तर्हि सत्यम् अत्र पश्यन्ति चेत् अत्र किम् अस्ति, निमित्तं किम् अस्ति भगिनि? निमित्तम् अत्र इगन्त उपधायाम् इगन्तङ्गम् इगन्तमङ्गं नास्ति. उपधायाम् इक् वर्णः भवति, लघु इक् वर्णः भवति. सार्वधातुक अथवा आर्धधातुकप्रत्ययः द्वौ अपि भवितुम् अर्हति अनन्तरम् इति मुख्यविषयः अस्ति. निमित्तं सार्वधातुकप्रत्ययः भवितुम् अर्हति, आर्धधातुकप्रत्ययः भवितुम् अर्हति. एवमेव सार्वधातुक आर्धधातुकयोः इति सूत्रे अपि निमित्तं सार्वधातुकप्रत्ययः भवितुम् अर्हति, आर्धधातुकप्रत्ययः अपि भवितुम् अर्हति. गुणकार्यस्य निषेधः न भवति आर्धधातुकप्रत्ययः भवति चेत्. एवं वा, गुणकार्यस्य निषेधः कदापि न भवति वा? न, यदि उपधायां लघु एक् भवति अनन्तरम् उपरि लिक् योगः तप्रत्ययः अस्ति, तत्र किं भवति? तत्र प्रत्ययः आम् तत्तु आर्धधातुकप्रत्ययः लिखतः क्त अन्ध्रे लिखतः इति आगच्छति. लिखितः लिखितः लिखितः आम् लिखितः इति आगच्छति. तत्र गुणः नास्ति खलु, आर्धधातुकप्रत्ययः अस्ति चेत् निषेधः नास्ति इति उक्तं. तत्र इडागमः हा इडागमः भवतु, तथापि तत्र गुणः नास्ति. किमर्थं नास्ति, आर्धधातुकप्रत्ययः अस्ति खलु, इडागमः तु प्रत्ययस्य भागः अस्ति. कित् अस्ति, कित् अस्ति न कित् अस्ति, कित् अस्ति खलु भगिनि. अतः आर्धधातुकप्रत्यये अपि गुणनिषेधः भवितुम् अर्हति. कित् अथवा गित् अथवा नित् अस्ति चेत् तत्रापि गुणनिषेधः भवितुम् अर्हति. सो आर्धधातुकप्रत्यये अपि कीदृशः आर्धधातुकप्रत्यय इति दृष्ट्वा एव निर्णयं सत्यं सत्यं सत्यम्. अस्तु समीचीनम्. अग्रे ललिता भगिनी पठतु. आं भगिनि, पुगन्तलघुपदस्य च तदभवत् अग्रे. ओके, सार्वधातुकप्रत्ययः चेत् गुणस्य कृते इत्सञ्ज्ञकषकारपकारयोः आवश्यकता, नो चेत् अपित्वात् गुणनिषेधः. आर्धधातुकप्रत्ययः चेत् गुणस्य कृते इत्सञ्ज्ञकषकारपकारयोः आवश्यकता नास्ति एव, यतोहि अपित्वात् गुणनिषेधः इति आर्धधातुकक्षेत्रे किमपि नास्ति. सार्वधातुकम् अपित् अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् ङित्. सार्वधातुकप्रत्ययः चेदेव अपित्वात् ङित् ङित्वात् गुणनिषेधः. किन्तु आर्धधातुकप्रत्ययः चेत् पित्वम् अपित्वम् इति किमपि नास्ति. आर्धधातुकप्रत्ययः कित् ङित् गित् नास्ति चेत् तस्मिन् गुणसाधकसामर्थ्यं वर्तते. ऊ प्रत्ययः तादृशः प्रत्ययः अस्ति. सार्वधातुकप्रत्ययः अस्ति चेत् गुणस्य कृते अपित्वात् गुणनिषेधः. Only if it is apit, then guna nishedha happens. Otherwise, it doesn't happen. Sarvadhatuka pratyaya. Samskrutana vaktum prayatnam karatu bhagni. Sarvadhatuka pratyaya madhye, apit asti chetapi guna nishedha bhavati. Ardhadhatuka pratyaya asti chet, तत् आवश्यकं तत् इत्संज्ञकशकारपकारयोः आवश्यकता नास्ति एव. अपित्वात् गुणनिषेधः न हि भवति. ङित् अस्ति चेदपि गुणनिषेधः भवति. कुत्र आर्धधातुकप्रत्ययस्य मध्ये अपित्वं किमपि नास्ति. सार्वधातुकप्रत्यये प्रत्यय मध्ये अपित्वम् अस्ति. और् ङित् अस्ति चेत् गुणनिषेधः भवति सार्वधातुकप्रत्यये मध्ये. आर्धधातुकप्रत्यये मध्ये कित् ङित् इति गुणसाधकसामर्थ्यं न वर्तते. समीचीनम्. उप्रत्ययः तथा अस्ति. उप्रत्ययः आर्धधातुकप्रत्ययः अस्ति. किमर्थम् उप्रत्ययस्य गुणसामर्थ्यम् आर्धधातुकप्रत्ययस्य मध्ये कित् ङित् नास्ति. उप्रत्ययः कित् अपि नास्ति, ङित् अपि नास्ति, गित् अपि नास्ति. अतः उप्रत्ययस्य गुणसामर्थ्यं न वर्तते. गुणसामर्थ्यं न वर्तते वा? किमर्थं? न गुणकार्यं वर्तते. हा, गुणकार्यं भवितुमर्हति. हा, समीचीनं, बहु समीचीनं भगिनि. तर्हि सार्वधातुकप्रत्ययेषु मध्ये किम् इतोपि किमर्थं तत्र पश्याम, अग्रे पश्यामः भगिनि, अग्रे अस्ति, पश्यामः. अत्र अस्मिन् परिच्छेदे किम् अस्ति इति चेत् सारदात्तकप्रत्ययः अस्ति चेत् गुणकार्यं भवितुम् अर्हति. तत्र शकारपकारयोः आवश्यकता इति उक्तं. शकारपकारयोः आवश्यकता किमर्थम् अस्ति ललिता भगिनि? शकारपकार ओन्ली पित् अस्ति चेत् अपि सार्वधातुकं मध्ये गुणनिषेधः भवति. न, पित् अस्ति चेत् पित् अस्ति चेत् गुणकार्यं न भवितुमर्हति. पित् अस्ति चेत् वा? अपित् अस्ति. अस्तु, तर्हि अत्र सार्वधातुकप्रत्ययेषु शकारपकारयोः आवश्यकता किमर्थम् इति चेत् शकारः अस्ति चेदेव प्रत्ययः सार्वधातुकः भवति, सार्वधातुकः अस्ति चेदेव गुणकार्यस्य प्रसक्तिः. अपि च तत्र अन्यत् सूत्रमस्ति, सार्वधातुकम् अपित् इति सूत्रमस्ति. सार्वधातुकप्रत्ययः अपित् अस्ति चेत् निद्वत् भवति. तर्हि निद्वत् अस्ति चेत् मिति च इति सूत्रेण गुणनिषेधः. एतत् सर्वम् अस्माभिः पूर्वम् अधीतम्. अतः सार्वधातुकप्रत्ययः इति कथं जानीमः इति चेत् शकारः अस्ति तर्हि सार्वधातुकः इति अवगच्छामः. अपि च पकारः अस्ति चेत् गुणनिषेधः नास्ति, अतः गुणकार्यं भवति. यत्र यत्र पित्वम् अस्ति सार्वधातुकप्रत्ययेषु तत्र गुणकार्यं भवति. यत्र पित्वं नास्ति तर्हि अपित् इति वदामः. अपित् चेत् निद्वत् भवति. सार्वधातुकम् अपित्, तर्हि अपित्वम् इति कान्सेप्ट् केवलं सार्वधातुकप्रत्ययेषु मध्ये, न तु आर्धधातुकप्रत्ययेषु. यतोहि सूत्रे तु सार्वधातुकम् अपित् इति उक्तम्. अतः आर्धधातुकप्रत्ययेषु गुणकार्यं भवति. केवलं यत्र प्रत्ययः कित् गित् अथवा नित् अस्ति तत्रैव गुणकार्यं न भवति. अत्र उ इति प्रत्ययः तनादिगणे, सः प्रत्ययः आर्धधातुकः अस्ति, तिङ्क्षित् भिन्नः. अपि च उ इति प्रत्ययः कित् अपि नास्ति, गित् अपि नास्ति, नित् अपि नास्ति. अतः तत्र गुणनिषेधस्य प्रसक्तिः नास्ति. अस्तु, समीचीनम्. अस्तु, अग्रे पठति अत्र गोमती भगिनी, पठति वा भगिनि? अपित् अस्ति चेत् प्रथमपुरुषः एकवचनं मध्यपुरुषे एकवचनं उत्तमपुरुषे एकवचनम् इति कथ्यते. तत्रैव गुणः सम्भवति. हा, इत् संज्ञकशकारपकारयोः वास्तविकी आवश्यकता. शकारपकारयोः वास्तविकी आवश्यकता यत्र अस्ति तत्र शकारपकारौ भवेताम्. यथा शकु प्रत्यये आवश्यकता अस्ति शकारपकारयोः, अतः तत्र सामकारकप्रत्ययः उपयुक्तः. अग्रे शपि किं सत्यः शकारपकारयोः आवश्यकता षण् श्लु षण् श्लु श्लं श्ला येषां प्रत्ययानाम् अपि कृत्वा गुणनिषेधः अपि कृत्वा गुणनिषेधः इति तथा स्पष्टपूर्वं यदा कस्यचित् प्रत्यय प्रत्ययस्य कृत्वा गुणता. भगिनी न श्रूयते भगिनी सम्यक्. सर्वेषां कृते वा केवलं मम कृते वा? सर्वेषां कृते. भगिनी न श्रूयते. ध्वनिः अस्ति. न श्रूयते भगिनि, क्षम्यतां, न श्रूयते. अत्र अत्र प्रायः अत्र स्थगयामः, यतोहि समयः अपि अतीतः. इतोपि अग्रे तत्र उ इति प्रत्ययः किमर्थं स्वीकृतः इति उच्यते, किमर्थं तत्र अन्य सार्वधातुकप्रत्ययः नास्ति इति उच्यते, तद् अग्रिमसप्ताहे पठामः. अत्र परिच्छेदद्वयमस्ति, अग्रिमसप्ताहे पठामः. अत्र स्थगयामः. कोऽपि प्रश्नः अस्ति वा? प्रश्नः नास्ति चेत् विरमामः. धन्यवादः, नमस्कारः भगिनि. नमस्कारः. धन्यवादः भगिनि. धन्यवादः.